तर्हि पुनः एकवारम् आरम्भं कुर्मः. नमस्सर्वेभ्यः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति स्थानिवत्वादिदेशः इति विषयः. तत्र चत्वारि सूत्राणि सन्ति. स्थानिवतादेशो अनल्विदौ, अचः परस्मिन् पूर्वविदौ, न पदान्तद्विर्वचनवरे लोपस्वर सवर्णानुस्वर दीर्घजश्चर्विदिषु द्विर्वचने अचि इति सूत्रम्. तत्र न पदान्तद्विर्वचने वरेयलोपस्वरसवर्णानुस्वरदीर्घजश्चर्विदिषु इति सूत्रम् अचः परस्मिन् पूर्वविदौ इत्यस्य निषेधकसूत्रम् अस्ति. अजादेशः परनिमित्तिकः, स्थानिवत् न भवति, पूर्वविदौ कर्तव्ये. पूर्वविधिः कीदृशः इति चेत् पदान्तविधिः, द्विर्वचनविधिः, वरेविधिः, यलोपविधिः इत्येवं रीत्या अत्र यानि यानि पदानि सन्ति तेषां विषये स्थानिवद्भावः न भवति इति सूत्रार्थः. तत्र प्रत्येकं पदस्य विषये उदाहरणं स्वीकृत्य वयं पश्यामः. ततः प्राक् तत्र एकं चित्रमस्ति स्थानिवद्भावस्य विषये, समग्रचिन्तनमस्ति. तत् किञ्चित् वयं पश्यामः, येन सर्वेषां बोधः स्यात्. अतः लक्ष्मीभगिनी कृपया चित्रं दृष्ट्वा प्रत्येकं स्तम्भं स्वीकृत्य प्रतिपादयतु किम् अवगतं किं न अवगतम् इति, तदाधारेण वयम् अग्रे गच्छामः. आं भगिनी, धन्यवादः. प्रयत्नं करिष्यामि भगिनि. इदानीं पुरतः चित्रमस्ति. चित्रे प्रथमः बाक्स् अस्ति, स्थानिवत् आदेशो अनल्विधौ इति. तद् द्विधम् इति द्विधा विभज्यते, अनल्विधिः अल्विधिः इति. तर्हि स्थानिवत् आदेशो अनल्विधौ इति सूत्रस्य अर्थः एतादृशमस्ति यत् यस्य कस्यापि आदेशः भवति तत्तु अल्विधिः अस्ति चेत् न भवति. इत्युक्ते आदेशः इति वदामः चेत् अत्र स्थानिनः गुणधर्माः आदेशे अपि अध्यारोप्यते यदि अनल्विधिः अस्ति चेत्. यदि अल्विधिः अस्ति चेत् तादृश अध्यारोपणम् इत्युक्ते स्थानिनः गुण धर्माः आदेशे न भवति इति सूत्रार्थः अस्ति. तर्हि अल्विधिः यदा पश्यामः चेत् अल्विधिः इत्युक्ते वर्णाश्रितविधिः अस्ति. तर्हि वर्णाश्रितविधिः अज्वर्णस्य स्थाने अपि भवेत्, अनज्वर्णस्य स्थाने अपि शक्यते. अच्वर्णस्य स्थाने, अच्छः स्थाने यदि आदेशः भवति चेत् तदर्थम् अन्यत् सूत्रं प्रवर्तते, अच परस्मिन् पूर्वविधौ इति सूत्रं प्रवर्तते. यदि निषेधः नास्ति, हा यदि निषेध स्थानिवत् आदेशः सर्वथा शास्त्रीयरीति इत्युक्ते विधिः एव. अन्यत्रम् आगच्छतु. इदानीम् अल्विधिः इत्यत्र एव पश्यतु. अल्विधिः इत्यत्र स्थानिकः अच्वर्णः वा अनच्वर्णः वा इति प्रश्नः. स्थानिकः अच्वर्णः इति चेत् अचः परस्मिन् इति प्रवर्तते. अस्तु इति सामान्यतया प्रवर्तते. न, वैट् वैट् वैट्. सामान्यतया अचः परस्मिन् पूर्वविदौ इति प्रवर्तते. कदा प्रवर्तते इति चेत् निषेधकसूत्रं नास्ति चेत् प्रवर्तते. इत्युक्ते अश्वर्णस्य स्थाने कार्यम् अस्ति, अश्वर्णस्य स्थाने कार्यम् अस्ति, परन्तु तत्र पूर्वविधिः पदान्ते अस्ति. यथा तत्र कानि योगः सन्ति इत्यत्र कानियोगः अस्ति इत्यत्र अकारस्य लोपः जातः. अकारः अच्वर्णः अस्ति, अच्वर्णः अस्ति, परन्तु तस्मात् पूर्वं कानि इत्यत्र पदान्तकार्यम् अस्ति. पदान्तकार्यम् अस्ति इति कृत्वा अचः परस्मिन् पूर्वविदौ इति न प्रवर्तते. ओ, तादृशनिषेधः. अस्तु, हा हा हा, चिन्तितवती. इत्युक्ते अच परस्मिन् पूर्वविधौ इत्यस्य कार्यं पूर्वविधिः कर्तव्ये इति वदामः चेत् तत्र बहुशः अथवा सर्वदा निषेधार्थः एव गृह्यते खलु अच परस्मिन् पूर्वविधौ इति निषेधार्थः गृह्यते. परन्तु पूर्वविधिः कीदृशः इत्यत्र अस्माकं ज्ञानं भवेत्. पूर्वविधिः तु अस्ति वा इति पश्यामः. हा, तत्र इतोपि अपवादाः सन्ति. न पदान्तदीर्घवचने तत्र बहवः विषयाः निषेधः निषेधः उक्ताः. तस्मिन् विषये तु अच परस्मिन् पूर्वविधौ यद्यपि अजिवर्णस्य स्थाने एव भवति तथापि एतेषु विषयेषु अच परस्मिन् पूर्ववेतौ इति सूत्रं न प्रवर्तते. अस्य निषेधः निषेधसूत्रं वर्तते. अनजिवर्णस्य तावत् स्पष्टम् इत्युक्ते स्थानिवत् आदेशः सर्वदा शास्त्रीयरीति इत्युक्ते विधिः यत्र अस्ति तस्य प्रवर्तनार्थम् अच परस्मिन् अशास्त्रीयरीति इति अपि न शास्त्रीयम् अशास्त्रीयम् इदानीं मास्तु. शास्त्रीयमशास्त्रीयमिति अल् विधिः अस्ति चेत् स्थानिवद्भावः न भवति एव. स्थानिवत् आदेशः अनल्विधौ इत्यनेन अतः शास्त्रीयं वा भवतु अशास्त्रीयं वा भवतु चिन्ता नास्ति. आम् विधिः अस्ति चेत् न भवति एव अतः ततः अग्रे शास्त्रीयम् अस्ति अशास्त्रीयं चिन्तनस्य आवश्यकता नास्ति तत्र. खलु साक्षात् निषेधः अल्विधिः अस्ति साक्षात् निषेधः. अनज्वर्णः अस्ति चेत् साक्षात् निषेधः. अच्वर्णः अस्ति चेत् तदानीम् अचः परस्मिन् पूर्वविधौ इति साक्षात् आयाति. स्थानिवत् आदेशो अनल्विधौ इत्यनेन न भवति. अच्वर्णस्य स्थाने वा अनच्वर्णस्य स्थाने वा स्थानिवत् आदेशो अनल्विधौ इत्यनेन न भवति एव. अच्वर्णस्य स्थाने अस्ति चेत् अच् परस्मिन् पूर्वविधौ इत्यनेन भवितुम् अर्हति यदि निषेधः नास्ति. आम् अनच्वर्णस्य स्थाने आदेशः अपि अल्व अल्विधिः एव अस्ति. इत्युक्ते अच् अच्छः स्थाने आदेशः चेत् अच् आदेशः. अच् विहाय अन्यस्य स्थाने आदेशः चेत् तत्तु अनज् आदेशः. तर्हि अनज् आदेशः अस्ति चेत् स्थानिवद्भावः न भवति खलु. स्टार्टिङ्ग् पायिण्ट् चिन्तयतु. अल्विधिः अल्विधिः चेत् कदापि न भवति. अच् वा भवतु अनच् वा यत्किमपि भवतु न भवति. न भवति अनेन सूत्रेण न भवति. स्थानिवत् आदेशो अनल्विधौ इत्यनेन न भवति. अच्वर्णः अस्ति चेत् अच् परस्मिन् पूर्ववधौ इत्यनेन भवितुम् अर्हति वा न वा इति द्रष्टव्यम्. अस्तु अच्वर्ण अज आदेशः अस्ति चेत् समीचीनम्. इदानीम् अनल्विधिः इत्यत्र पश्यतु. अनल्विधौ एव स्थानिवत् आदेशः प्रवर्तते इति उक्तं. तर्हि अनल्विधौ अज्वर्णस्य स्थाने आदेशः इति एकविधम्, अनज्वर्णस्य स्थाने आदेशः इति द्विधा विभजितमस्ति. अत्र अनज्वर्णस्य स्थाने यत् आदेशः अज्वर्णस्य स्थाने यद् आदेशः अनल्विधिः अपि अस्ति. तर्हि स्थानिवद्भावः भवेत् वा न वा? भवेत् इत्युक्ते अनल्विधिः अस्ति खलु. अतः अनल्विधिः अस्ति चेत् स्थानिवत् आदेशः भवेत्. परन्तु ततः अग्रे वयं चिन्तयामः. किं चिन्तयामः? अच्वर्णस्य स्थाने वा अनच्वर्णस्य स्थाने वा इति. अनल्विधिः अस्ति चेत् न तत्तु अस्ति. अनल्विधिः अस्ति इति वयं चिन्तयामः. इत्युक्ते प्रथमतया अनल्विधिः इति ज्ञातम्. अनल्विधिः चेत् स्थानिवत् आदेशो अनल्विधौ इत्यनेन स्थानिवद्भावः स्यात् इति अस्ति प्रथमसोपाने. तर्हि इदानीम् अज्वर्णस्य स्थाने आदेशः अस्ति चेत् ततः अग्रे वयं पश्यामः तत्र शास्त्रीयं वा अशास्त्रीयं वा इति पश्यामः. शास्त्रीयं चेत् इत्युक्ते स्थानिवद्भावेन कस्यचित् सूत्रस्य प्रवृत्तिः भवति चेत् शास्त्रीयमस्ति. अतः स्थानिवत् आदेशो अनल्विधौ इत्यनेन स्थानिवद्भावः भवति. शास्त्रीयं चेत् स्थानिवद्भावः भवति. शास्त्रीयं नाम सूत्रस्य प्रवृत्तिः. यदि अशास्त्रीयम् इति वयं वदामः अज्वर्णस्य स्थाने आदेशः परन्तु अशास्त्रीयं स्थानिवद्भावेन कस्यचित् सूत्रस्य निषेधः जायते चेत् अशास्त्रीयम्. अशास्त्रीयम् अस्ति चेत् स्थानिवत् आदेशो अनल्विधौ इत्यनेन स्थानिवद्भावः न शक्यते. तदानीं कुत्र गच्छामः? अचः परस्मिन् पूर्वविधौ इति प्रति गच्छामः. अश्वनस्य स्थाने आदेशः चेत् अच परस्मिन् इत्यस्य अपि प्रसक्तिः. अत्र अशास्त्रीयमपि चेत् तदेव प्रवर्तते. अचपरस्मिन् पूर्वविधौ अचः परस्मिन् पूर्वविधौ इति प्रवर्तते सामान्यतया यत्र निषेधः नास्ति. पुनः पदान् वा इति द्रष्टव्यं पुनः. अज्वनसिद्धाने यत्र आदेशः भवति शास्त्रीयम् इत्युक्ते अजादेशः अस्ति, तत्तु विधि कर्तव्यार्थम्. इदानीं अत्र शास्त्रीयम् अशास्त्रीयम् इति विषयः तु पूर्वविधेः विषयः अस्ति. आम् आम्, पूर्वविधेः विषयः अस्तु. पूर्वविधेः विषयः अस्ति, न तु अजादस्य विषये. किमस्ति अत्र उदाहरणमपि पार्श्वे स्थापयति चेत् समीचीनम्, इतोपि स्पष्टमस्ति इति. किम् इत्युक्ते इदानीम् अशास्त्रीयम् इत्यस्य पार्श्वे कथयोगनिच् इत्यत्र एतदेव अच परस्मिन् पूर्वविधौ एव प्रवर्तते. तथा शास्त्रीयम् इत्यस्य अन्य कोऽपि उदाहरणम् आयाति चेत् इतोपि समीचीनं भवति. केवलम् अभिप्रायः मम. आमां, समीचीनं, तत् पश्यामि कथं स्थापयितुं शक्नुमः इति. तत्र स्पेस् अस्ति वा इति द्रष्टव्यम्. अस्ति चेत् तत्र लघुरूपेण स्थापयितुं शक्नोमि, प्रयत्नं करोमि. अत्र मीना भगिन्याः प्रश्नः आसीत् वा? अस्ति भगिनि, तत्र स्थानिवद्वादेश अनविधौ तत्र द्विविधम् अस्ति, अल्विधिः अपि च अनल्विधिः. अल्विधिः इति उक्तम् इदानीम्. अनल्विधिः इत्युक्ते तत्र अच्छ्वर्णस्य स्थाने आदेशः अस्ति, अशास्त्रीयमस्ति चेत् अच् अच परस्मिन् पूर्वविधौ तद् अथवा शास्त्रीयमस्ति चेत् स्थानिवद् भवति. अन्य तत्र अनज्वर्णस्य स्थाने आदेशः उदाहरणमस्ति वा? न दत्तं किल? न, इदानीं पश्यामः अनज्वर्णस्य स्थाने आदेशः इति. इदानीं पश्यामः. अस्तु, इदानीम् अज्वर्णस्य स्थाने आदेशः इति समीचीनं खलु. अज्वर्णस्य स्थाने आदेशः इति तत्र तु कथयोगः णिच् इति अशास्त्रीयमस्ति. अन्यत्र सर्वत्र अजादेशः अस्ति, तत्र तु शास्त्रीयमस्ति. तत्र अन्यत् उदाहरणं किम् अस्ति इति द्रष्टव्यम्. उदाहरणं पश्यामि, कुत्रापि कृतवन्तः. तत्र उदाहरणमस्ति चेत् अहं स्थापयामि. अग्रे अन्य कोऽपि स्तम्भः अपि अस्ति, तदपि समापयामि वा भगिनि? आमां, कृपया. अनल्विधिः यत्र अस्ति तत्र अनच्वर्णस्य स्थाने यत्र आदेशः भवति इत्युक्ते अच् विहाय अन्यस्य स्थाने यत्र आदेशः भवति तत्र पूर्वविधिः अशास्त्रीयं चेत् स्थानिवद्भाव अनल्विधौ न भवति, न कार्यं करोति. अशास्त्रीयं चेत् इत्युक्ते अशास्त्रीयम् अविधिः निषेधः चेत् निषेधविधिः नास्ति. अशास्त्रीयं चेत् इत्युक्ते विधिः नास्ति, अन्य कस्यापि निषेधार्थं तत् सूत्रं प्रवर्तते चेत् तत्र स्थानिवद्भावो अनल्विधौ न प्रवर्तते. अशास्त्रीयम् इति सामान्यतया न भवति, परन्तु यदि भवति, तादृश उदाहरणम् अस्ति वा इति न जाने, परन्तु यदि भवति अकाडेमिक्लि यदि भवति तदानीं तत्रापि न भवेत् स्थानिवद्भावः न भवेत्. अशास्त्रीयं चेत् न भवति. आम्, इत्युक्ते पाणिनि वट् इस् पाणिनीस् इण्टेन्शन्, वट् वास् इस् इण्टेन्शन् इत्युक्ते कुत्रापि निषेधः यदा भवति स्थानिवद्भावेन, स्थानिवदादेशो अनल्विधौ इति सूत्रेण कुत्रचित् स्थानिवद्भावेन निषेधः अस्ति, सूत्रस्य निषेधः, तदानीं स्थानिवद्भावः न करणीयः, सूत्रेण न करणीयः इति एव विषयः. यत्र कुत्रापि भवतु नाम तादृश उदाहरणम् अस्ति वा नास्ति वा इति न जाने, परन्तु यत्र कुत्रापि पाणिनेः विवक्षानुगुणं यत्र कुत्रापि कस्यचित् सूत्रस्य निषेधः जायते स्थानिवद्भावेन, तदानीम् अनेन सूत्रेण स्थानिवद्भावः न शक्यते. आम्, किन्तु अत्र अन्येन सूत्रेण अपि न कारयितुं न शक्यते. इत्युक्ते तत्र साक्षात् निषेधः एव, गुणधर्मः न आयाति अस्मिन् प्रसङ्गे. अनज्वर्णस्य स्थाने यत्र आदेशः अस्ति तत् अशास्त्रीयं चेत् आदेशः एव न भवति, अध्यारोपणं न भवति इति वक्तुं शक्यते खलु? या शास्त्रीयं चेत् तानि उद्भावः निर्दिष्टम् इत्यनेन तानि उद्भावः भवति. अस्तु, तत्र ओ तत्र विनयमहोदय गतवान् पुनः न गतवान्, सः चिन्तितवान् अनन्तरं कक्षा भवति इति. अस्तु अस्तु अस्तु अस्तु, धन्यवादः, क्षम्यतां. तर्हि अस्तु, इदानीं तत्र अवगतं वा? आं भगिनि, मीना भगिनी प्रश्नः अस्ति वा? मया उक्तं भगिनि, भवती उत्तरं दत्तं, तत्र उदाहरणं दत्तम् इदानीम् इति. यत्र अनन्विधिः अस्ति चेत् अनज् अनज् वर्णस्य स्थाने आदेशः, तत्र उदाहरणं किम् इति उक्तं मया. भवती अनज्वर्णस्य स्थाने आदेशः इति तु, अनज्वर्णस्य स्थाने आदेशः इति तु तत्र तु बहूनि उदाहरणानि सन्ति खलु. व्यूडोरस्कः इति उदाहरणं, तत्र सानिवतादेशो अनल् विधौ इति करपत्रे यानि उदाहरणानि अस्माभिः चिन्तितानि तानि सर्वाणि अनज्वर्णस्य स्थाने एव सन्ति खलु. व्यूडोरस्कः अनन्तरं तत्र विलिख्य इति उदाहरणम्. एवं रीत्या तत्र यानि उदाहरणानि चिन्तितानि सर्वाणि अपि अनज्वर्णस्य स्थाने एव, परन्तु तत्र सर्वाणि शास्त्रीयकार्याणि. नमस्ते भगिनि, स्वागतं मया किम् उक्तम् आसीत् इत्युक्ते तत्र किञ्चित् डिस्कनेक्ट् कृत्वा पुनः आगच्छन्तु इति मया उक्तं, तत् प्रायः सम्यक्तया न भवतु. अस्तु अस्तु, तर्हि तत्र चित्रं स्पष्टमस्ति वा सर्वेषां कृते? क्लेशः अस्ति वा? स्पष्टं खलु, अत्र तु समग्रतया चिन्तनं तावदेव, इत्युक्ते केवलम् अचः परस्मिन् पूर्वविधौ इत्यस्य चिन्तनं नास्ति, समग्रतया चिन्तनं. केवलम् अचः परस्मिन् पूर्वविधौ इत्यस्य चिन्तनम् इति चेत् तत्र अन्यत् चित्रमस्ति, तद् अनन्तरं स्थापयिष्यामि, अनिमा भगिन्या कृतमस्ति, तदपि अहं स्थापयामि. अस्तु, तर्हि इदानीम् अग्रे गच्छामः. तर्हि पदान्तविधिः इति विषयः आरब्धः आसीत् गतवर्गे, पुनः एकवारं तत्र पश्यामः, ततः अग्रे गन्तुं शक्नुमः. तत्र किं सरस्वती भगिनी आरब्धुमिच्छति वा तत्र पदान्तविधिः? आं भगिनि, पठामि वा एवमेव वदामि किम्? एकवारं पठित्वा वदतु. पदान्तविधिः, पदान्तविधौ परनिमित्तकः आदेशः अजादेशः स्थानिवद्भावं न प्राप्नोति. यथा कानि सन्ति, उदाहरणमस्ति कानि सन्ति, किम् इति शब्दस्य प्रथमाविभक्तौ बहुवचने कानि इति पदं सिद्ध्यति. अस् इति धातुतः लटि प्रथमपुरुषे बहुवचने झि इति तिङ्प्रत्ययं योजयामः. झि इति प्रत्ययस्य स्थाने झोन्तः इत्यनेन अन्त इति आदेशः भवति, अतः कानि योग अस् योग अन्ति इति भवति. तर्हि उदाहरणमस्ति अत्र कानि सन्ति, किं प्रातिपदिकम् अस्ति तस्य नपुंसकलिङ्गे कानि इति प्रथमविभक्तौ बहुवचने भवति, पदं सिद्ध्यति. तर्हि तदनन्तरं यदि अस् धातुतः लट् लकारस्य प्रथमपुरुष बहुवचने झि इति भवति तस्य प्रत्ययः, झि प्रत्ययस्य स्थाने झोन्तः सूत्रं प्रयुज्य तत्र अन्तः एव भवति. अतः तत्र आदेशः भवति झि स्थाने अन्त, तदनन्तरम् इ, तर्हि अन्ति भवति. अतः आदेशः भवति, इदानीं भवति कानि सन्ति अस्मिन् एतस्य कानि योग अस् योग अन्ति. तदनन्तरं कथं रूप सन्ति भवति तस्य विषये अस्ति. तर्हि कानि योग अस् योग अन्ति, अधुना श्नसोरल्लोपः इत्यनेन अस् धातोः अकारस्य लोपः भवति कितिनिति सार्वधातुकप्रत्यये परे. कानि योग अस् योग अन्ति, अत्र झि इति अपित् प्रत्यये परे अस् धातोः अकारस्य लोपः जायते. कानि योग स योग सकारयोग अन्ति इति भवति. तर्हि कानि योग अस् योग अन्ति, अत्र अन्ति अपित् अस्ति, अतः सार्वधातुकम् अपित् अनेन सूत्रेण अत्र कित्नित् एवं भवति, अतः तत्र श्नसोरल्लोपः अनेन सूत्रेण कार्यं भवति, तथा अधातोः अकारस्य लोपः भवति अत्र। तर्हि कानि योग अस् योग अन्ते यदा अस्ति श्नसोरल्लोपः, अनेन अकारस्य लोप भूत्वा केवलं सकार तिष्ठति, अतः इदानीं भवति कानि योग सकारयोग अन्ति। अग्रे पठामि वा भगिनी? तर्हि कानि योग सकारयोग अन्ति, अस्यां स्थितौ कानि सन्ति इति रूपं सिद्ध्यति, किन्तु अत्र अचः परस्मिन् पूर्वविधौ इत्यनेन पूर्वविधौ कर्तव्ये परिनिमित्तिकाः अजादेशः स्थानिवद् भवति। अत्र अस् इत्यत्र अकारस्य स्थाने आदेशः जातः इत्यतः सः आदेशः अजादेशः, सः आदेशः परिनिमित्तिकः यतोहि अकारस्य लोपः जातः अपित् प्रत्ययस्य कारणेन। इदानीं पूर्वविधिः कः इति चेत्, परनिमित्तिकस्य अजादेशस्य स्थानिवद् भावः क्रियते चेत् इको यणचि इति सूत्रं प्रसक्तं भवति। यणसन्धिविधायकं सूत्रमेव पूर्वविधिः, यतोहि तस्य कार्यम् अजादेशात् पूर्वं जायते। अतः सन्ति इत्यत्र सकारात् पूर्वं यस्य अकारस्य लोपः जातः सः स्थानिवद् भवति पूर्वविधेः इको यणचि इत्यस्य दृष्ट्या। तर्हि अत्र इदानीं वयं प्राप्तवन्तः कानि योग सकारयोग अन्ति, सकार तथा मिलित्वा तत्र सन्ति भवति, अतः कानि सन्ति एवं रूपं सिद्ध्यति। परन्तु अत्र अकारस्य लोपः अभवत्, अतः अत्र पुनः वयं चिन्तयामः यत् अचः परस्मिन् पूर्वविधौ, एतत्तु पूर्वविधौ अस्ति, अतः पूर्वनिमित्तिकं कार्यं भवति वा न वा। अत्र अकारस्य स्थाने आदेशः अस्ति, अकारस्य लोपः अजादेशः अस्ति, अतः परनिमित्तिकः इत्युक्ते अकारस्य लोपः तत्र अपित् आसीत्, अतः तत्र लोपः अभवत्। परन्तु पूर्वविधिः कः इत्युक्ते, यदि तत्र अकार वयं पश्यामः तत्र, तर्हि कानि योग अस् भवति, तर्हि पूर्वविधिः तत्र सन्धिकार्यमस्ति इको यञ्चि अनेन सूत्रेण। अतः यदि सन्ति इति सकारात् पूर्वं यद् अकारस्य लोपः जातः तत् स्थानिवद् भवति, स्थानिवद् एव यदि वयं चिन्तयामः, तर्हि तत्र पूर्वविधेः इको यञ्चि इत्यस्य कार्यं वयं पश्यामः। कानि योग, तर्हि यत्र यदि वयं तत्र पश्यामः तदा अग्रिमपरिच्छेदे अस्ति कानि योग अस् योग अन्ति इति दृश्यते, तदा इको भगिनी सम्यक्, बहु सम्यक् एतावत् यद् उक्तं बहु सम्यक् अस्ति भगिनी, धन्यवादः। इदानीम् अन्य कोऽपि वदतु, धन्यवादः। तर्हि इदानीम् अग्रे मीना भगिनी वदतु। अग्रे पठतु। कानि योगः अस् योगः अन्ति इति दृश्यते इको यणचि इति सूत्रस्य दृष्ट्या, अतः अत्र अकारः अस्तीव दृश्यते इको यणचि इति पूर्वविधौ कर्तव्ये। अस् दृश्यते इति कारणतः अधुना कानि इति पदस्य अन्ते पदान्तविधिः जायते स्म इको यणचित्यनेन अचीपरे, अतः कानि इति पदस्य अन्ते इकारस्य स्थाने यणादेशः भवति स्म, येन कान्यप्यसन्ति इति अनिष्टरूपं प्राप्यते स्म। इदानीं कानि योगः अस् योगः अन्ति इति अस्ति, तत्र भगिनी उक्तवती तत्र प्रथमस्थाने अस् अस् इति स्मशोरल्लोपः इति सूत्रेण तत्र आकारः लोपः भवति. किमर्थमिति चेत् ह्रस्व अल्लोपः अन्ति इति अपि प्रत्ययमस्ति. स्ना अपि च अस् धातोः अकारः लोपः भवति. तत्र अकारः स्नानी भवति, लोपः द्वितीयकाले श्रसोरलोपः इति सूत्रेण अकारः लोपः भवति. ततः पूर्वं पूर्वविधौ अच परस्मिन् पूर्वविधौ इति सूत्रं वदति. तत्र अचः तत्र यत्र अकारः लोपः स्थानी अभवत् तत् निमित्तीकृत्य अच परस्मिन् पूर्वविधौ इति सूत्रं कार्यं करोति. तत्र परनिमित्तं निमित्तमस्ति. तत्र ससोरल्लोपः इति लोपः अकारस्य स्थाने लोपः भवति, परनिमित्तमस्ति. तदन अपि च अचः अचः स्थाने परस्मिन् परः अचः परः तत्र इकोयनचैतसूत्र ततः पूर्वम् इकोयनचैतसूत्रस्य दृष्ट्या अकारः लोपः न अस्ति चेत् तत्र कार्यं कार्यं न करोति. सम्यक् अस्ति वा? पुनः वदतु तद् किम् उक्तं, पुनः वदतु. तत्र मम दोषः आसीत्. तत्र यदा यत्र अकारः अस्ति एव इकोयनचि इति सूत्रेण पूर्वविधौ कर्तव्ये. इदानीं तत्र अस्य एव अकारः एव दृश्यते इकोयनचि इति सूत्रेण. यदि इकोयनचि सूत्रं कथं दृश्यते दृश्यते तत्र अकारः स्थानिवत् भावः न भवति इति चेत् न स्थानिवद्भावः न भवति चेत् अकारः दृश्यते इति वा? कथं दृश्यते अकारः? अकारः तु लुप्तः खलु. अकारः इति लुप्तः तत्र लुप्तकारस्य दर्शनं कथं भवति? तत्र अच परस्मिन् पूर्वविधौ इति सूत्रेण तत्र अकारः परविधिः परनिमित्तमस्ति. पूर्वविधिः तत्र श्रसो अल्लोपः इति परनिमित्तमस्ति. न न श्रसोरल्लोपः इति न, परनिमित्तम् इत्युक्ते तत्र सः अकारः यः लुप्तः सः परनिमित्तिकः. किमर्थं परनिमित्तिकः अकारलोपः? निमित्तं किम् अस्ति? निमित्तं अन्ति इति अपित् प्रत्ययः अस्ति चेत् अपित् प्रत्ययः अपित् प्रत्ययमस्ति, तत्रैव निमित्तमस्ति अकारस्य लोपः श्रशोरल्लोपः. परनिमित्तमस्ति तत् परन्तु तत्र अचः लोपः अकारस्य अजादेशः इदानीं लोपः भवितुं भवेत्. परन्तु लोपः जातः तथापि लुप्त अकारः स्थानिवद् भवति. कदा स्थानिवद् भवति? लुप्त अकारः स्थानिवद् भवति चेत् इकोयनचि अकारः दृश्यते. इकोयनचि सूत्रेण अकारः दृश्यते. इत्युक्ते न इदानीं तत्र अतः परस्मिन् पूर्वविधौ इत्यत्र परनिमित्तिकः अजादेशः इति वक्तव्यम्. अनन्तरम् अन्यत् किम् अपेक्षितम् अतः परस्मिन् पूर्वविधौ इत्यस्य कार्यार्थम्? परनिमित्तम् इति उक्तं तत्र परस्मिन् पूर्वविधिः अस्ति. पूर्वविधिः तत्र इको एनचि इति पूर्वविधिः अस्ति. तत्र इकः स्थाने यकारः आदेशः भवति. तद् अचि अचि परे तत्र अकारः स्थानिवद्भावः अस्ति चेत् अकारः लोपः इदानीम् अपि च इकोयनचित् सूत्रेण अकारः दृश्यते. यदि दृश्यते अस्ति चेत् अत्र कान् इय अस् भवति कान् कान्यस्सन्ति इति अनिष्टरूपं प्राप्यते इदानीम्. इत्युक्ते तत्र अचः परस्मिन् पूर्वविधौ इत्यनेन सामान्यतया निषेधः एव जायते खलु. कस्यचित् सूत्रस्य निषेधः जायते यथा तत्र कतयोगः निचित्यत्र अतोपदायाः इत्यस्य निषेधः जातः अचः परस्मिन् पूर्वविधौ इत्यनेन. परन्तु अत्र अचः परस्मिन् पूर्वविधौ इत्यनेन इको एनचित्यस्य प्रवृत्तिः जायमाना अस्ति. इको एनचित्यस्य प्रवृत्तिः जायमाना अस्ति परन्तु तादृशप्रवृत्तिः न इष्यते अस्माभिः. प्रवृत्तिः न इष्यते इति कृत्वा तत्र निषेधकसूत्रमस्ति. न पदान्त नूतनसूत्रमस्ति तत्र न पदान्तात् द्विवचनवरे यलोपस्वरवर्णानुस्वारदीर्घजस्वर्णानुस्वारदीर्घजश्च विदेशु इति सूत्रेण स्थानिवद्भावस्य निषेधः भवति. इदानीं अच पूर्वस्मिन् पूर्वविधौ इति सूत्रस्य निषेधकसूत्रमस्ति न पदान्त इति दीर्घसूत्रेण. तत्र इदानीं काने इति पदम् अस्ति तस्मात् इष्टरूपं स्थानिवद्भावस्य निषेधः क्रियते चेत् येन इष्टरूपसिद्धिः जायते. इदानीं कानि योगः अकारः लोपः कानि सकारः अन्ति कानि सन्ति एव तिष्ठति इदानीं वर्णमेलने. समीचीनं. तर्हि तत्र अचः परस्मिन् पूर्वविधौ इत्यस्य निमित्तानि पूरितानि तत्र तस्तेन सूत्रेण स्थानिवद्भावः स्यात्. स्थानिवद्भावः स्यात् चेत् तदानीम् इको एणचि इति सूत्रं प्रसक्तं भवति, तस्य कार्यं भवति. एवं चेत् तत्र इष्टरूपं न प्राप्यते इति कृत्वा अत्र अग्रे ततः अग्रे पठतु. एतत् निवारणाय वा एतत् निवारणाय एव पदान्तविधिप्रसङ्गे न पदान्तद्विवचनवरे यलोपसवर्णानुस्वारदीर्घजश्च विदिषु इति सूत्रेण स्थानिवद्भावस्य निषेधः क्रियते येन इष्टरूपसिद्धिः जायते. इदानीं तत्र दीर्घसूत्रेण स्थानिवद्भावस्य निषेधः क्रियते तस्मात् इष्टरूपं सिद्धिः भवति. अतः स्थानिवद्भावः न सिद्धसूत्रेण निषेधः क्रियते. तत्र किं निमित्तं पूरितं येन निषेधः जायते? पदान्त इति निमित्तं पूरितं किल. कानि इति पदमस्ति इति सूत्रेण इष्टरूपं सिद्धिः. अतः स्थानिवद्भावः न सिद्ध्यति. इदानीं स्थानिवद्भावः न सिद्ध्यति. अकारः लोपः एव. अनेन कारणेन इको यनचित्यनेन यणादेशः न भवति. यणादेशः भवति अकारः अस्ति एव. इदानीं यणादेशः न भवति. इदानीं कानि योगः सकारः योगः अन्ति एव भवति. तद् इत्यत्र वर्णमेलनेन कानि सन्ति इति इष्टरूपं निष्पद्यते. तत्र कानि इति पदम् अस्ति तस्मात् अच पूर्वस्मिन् पूर्वविदस्य निषेधः सूत्रं भवति. तस्मात् तत्र स्थानिवद्भावः भवति. तत्र अकारः एव अकारः लोपः एव भवति. सो कानि स्थानिवद्भावः न भवति. स्थानिवद्भावः न भवति तस्मात् अकारः नास्ति. तत्र लोपः एव अस्ति. सो कानि सन्ति कानि पदम् अस्ति तस्मात् कानि सन्ति इति रूपं निष्पद्यते. स्थानिवद्भावचिन्तनक्रमं तावदेव सम्यक् इति तावत् अत्र. तत्र इतोपि तत्र स्पेस् आवश्यकं. तत्र किमर्थं तत्र न स्वीकरोति, स्पेस् न स्वीकरोति कथञ्चित्. अस्तु, इति कानि सन्ति इति विषयः अत्र समाप्तः. कानि सन्ति इत्यत्र पदान्तविधिः अस्ति, अचः परस्मिन् पूर्वविधौ इत्यनेन स्थानिवद्भावः शक्यते, परन्तु निषेधकसूत्रं वर्तते इति कृत्वा तत्र कार्यं स्थानिवद्भावः न जायते. अचः परस्मिन् पूर्वविधौ इति सूत्रं बाधितं वर्तते अत्र निषेधस्य निषेधकार्यात्. अस्तु, इदानीं केवलम् अत्र भगिनी अत्र इको यणचि इति तृतीयं तृतीयकाले सूत्रम् अल्विधिः अस्ति वा अनल्विधिः अस्ति वा भगिनि? अल्विधिः एव खलु? इदानीं तदेव अस्माभिः चिन्त्यते, इदानीम् अल्विधिः वा अनल्विधिः. यदा अचः परस्मिन् पूर्वविधौ इति सूत्रस्य चिन्तनं वयं कुर्मः तदानीम् अल्विधिः अनल्विधिः इति चिन्तनं न क्रियते, यतोहि अचः परस्मिन् पूर्वविधौ इति सूत्रं तु अल्विधिः एव, सर्वदा अल्विधिः एव, कदापि अनल्विधिः न भवति, यतोहि अच् वर्णस्य स्थाने आदेशः खलु. अचः परस्मिन् पूर्वविधौ इति सर्वदा अल्विधिः एव, अतः तत्र तु अल्विधिः वा अनल्विधिः वा इति चिन्तनं न कुर्मः. परन्तु अत्र इदानीं प्रश्नः अस्ति, स्थानिवत् आदेशो अनल्विधिनेन किमर्थं स्थानिवद्भावः अत्र न भवति इति किञ्चित् चिन्तनीयं, तस्य विषये अत्र सूर्यकुमारी वदतु. भगिनी, अन्यः एकः प्रश्नः अपि अस्ति. इदानीम् इकोयणचि इत्यस्य प्रवर्तनं भवति इति कारणात् अत्र उक्तम् अच परस्मिन् पूर्वविधौ न प्रवर्तते इति उक्तं खलु? इकोयणचि इत्यस्य निषेधः नास्ति, तस्य प्रवृत्तिः अस्ति, अपि च पदान्तकार्यम् अपि अस्ति. पदान्तकार्यमस्ति, प्रवृत्तिः अस्ति, निषेधः जायते. पदान्तकार्यं नास्ति चेत् निषेधः नास्ति. अत्र इच्छति खलु, निषेधः इच्छति, यत्र प्रवृत्तिः अस्ति तत्र निषेधः इच्छति. अस्तु, वंसि भगिनी किमस्ति? भगिनी, तत्र किमर्थम् अचः परस्मिन् पूर्वविदौ प्रति गच्छामः? यतोहि तत्र स्थानिवदादेश नल्विदौ इत्यनेन निषेधः भवति किल? इति तदेव इदानीं मया सूर्यकुमारी भगिनीं प्रति उक्तवती खलु, भगिनी प्रतिपादयतु स्थानिवत् आदेशः अनविदौ इत्यनेन किमर्थं न भवति इति प्रतिपादयतु इति उक्तम्. ओ एवम्, अस्तु अस्तु, तर्हि तत्र सूर्यकुमारी भगिनी वदतु, अत्र कानि योगः सन्ति इत्यत्र स्थानिवत् आदेशो अनल्विदौ इत्यनेन शक्यते वा? अनल्विदौ शक्यते वा इत्युक्ते न शक्यते. प्रथमम् अल्विधिः अस्ति. किमस्ति अल्विधिः? अल्विधिः अस्ति अचादेशः. किं सूत्रम् अल्विधिः अस्ति? अच परस्मिन् पूर्वविधौ इति सूत्रेण अल्विधिः अस्ति. न इदानीम् अच परस्मिन् पूर्वविधौ इति सूत्रं त्यजतु. इदानीम् अच परस्मिन् पूर्वविधौ इति सूत्रमेव नास्ति इति चिन्तयतु. इदानीं कानि सन्ति इत्यत्र अत्र स्थानिवत् आदेशो अनल्विधौ इत्यनेन स्थानिवद्भावः शक्यते वा इति प्रश्नः. अनल्विधौ न शक्यते भगिनि. न, किमर्थं न शक्यते? प्रतिपादनीयं खलु, इत्युक्ते तत्र क्रमेण चिन्तनीयं, क्रमेण चिन्तनीयम् इत्युक्ते स्थानिकः आदेशः कः, तत्र तृतीयकाले किम् अस्ति सूत्रं, तत्र किं तत्र अल्विधिः अस्ति वा न वा, तदनन्तरं शास्त्रीयमस्ति वा अशास्त्रीयमस्ति वा इति क्रमेण चिन्तनीयम्. प्रथमं अल्विधिः अस्ति, तत्कारणेन स्थानिकः आदेशः कः स्थानीये भगिनी सूर्यकुमारी भगिनी साक्षात् अल्विधिः अस्ति इति निर्णयं वदति चेत् पर्याप्तं नास्ति, तत्र क्रमेण वक्तव्यम्. प्रथमो अल्विधिः अस्ति अच परस्मिन् पूर्वविधौ इत्यनेन, तदेव प्रथमम् अल्विधिः अस्ति इति तथा न वक्तव्यम् इत्युक्ते यु आर् सेयिङ्ग् द कन्क्लूजन् फस्ट्. ओ ओके, द कन्क्लूजन् फस्ट् फस्ट् से गो बै स्टेप् बै स्टेप् अण्ड् देन् अन्ततो गत्वा एवमस्ति इति कृत्वा एवमस्ति कन्क्लूजन् इति तथा वक्तव्यं. कारणं किं तदनन्तरं रिसल्ट्? प्रथमं स्थानमस्ति अकारः, तदनन्तरं स्थानवत्तादेशः अनल्विधौ इत्यनेन. द्वितीयसोपानं किम्? आदेशः कः? लोपः द्वितीयसोपानं. केन सूत्रेण? केन सूत्रेण अकारलोपः? केन सूत्रेण अकारलोपः? स्नासोरल्लोपः सोपसूत्रेण अकारलोपः भवति द्वितीयसोपाने. तृतीयसोपाने इदानीं विधिसूत्रं किम्? द्वितीयसोपाने विधिसूत्रं द्वितीयकाले विधिसूत्रं किम्? द्वितीयकाले विधिसूत्रं च विधिकार्यम् किं सूत्रं प्रवर्तते वा न वा इति चिन्तनं वयं कुर्मः खलु, तदेव तत्र विधिसूत्रम्. अत्र कस्मिन् विषये चिन्तनं कुर्मः? किं सूत्रं प्रवर्तते न वा इति चिन्तयामः अत्र. किं सूत्रं न स्थानिवद्भावेन किं सूत्रं प्रवर्तयितुम् इच्छामः? अच परस्मिन् पूर्वविधौ. न न न न अच परस्मिन् पूर्वविधौ इति न. इदानीम् अच परस्मिन् पूर्वविधौ इति सूत्रं त्यजतु, तद् नास्ति एव इदानीम्. इदानीं तत्र तृतीयकाले कस्य कृते स्थानिवद्भावः अस्ति वा न वा इति चिन्तयामः अत्र. कानि योगः सन्ति इत्यत्र किं सूत्रं प्रवर्तयितुम् इच्छामः? कानि योगः सन्ति इत्यत्र अजादेशेन किं सूत्रं प्रवर्तयितुम् इच्छामः? स्थानिवद्भावेन किं सूत्रं पूर्वविधि यण् सन्धि इच्छामः. यण् सन्धिं प्रवर्तयितुम् इच्छामः वयम्. आम् आम् इको एनर्जि. हा स्थानिवद्भावेन इको एनर्जि इति सूत्रं प्रवर्तयितुम् इच्छामः. तर्हि इदानीम् इको एनर्जि इति सूत्रम् अल्विधिः वा न वा इति वदतु. इको एनर्जि अल्विधिः अस्ति. किमर्थम्? ई स्थाने यकारादेशः भवति. ई स्थाने यकारादेशः भवति इति कृत्वा अल्विधिः वा? अल्विधिः इति कदा वदामः? ओ स्थान आदेशरूपेण तत्र अनल्विधिः अस्ति. क्षम्यतां भगिनि. न इदानीमपि अनल्विधिः इति दोषेण उक्तवती. अल्विधिः इति कन्क्लूषन् प्रथमतया यद् उक्तवती तत् समीचीनमासीत्, परन्तु तत्र किमर्थमिति भवती सम्यक्तया न अवगतम्. अल्विधिः इति समीचीनमस्ति, परन्तु किमर्थम् इति तत् तद् भवत्या न उक्तम्. इदानीं तत्र कः तत्र साहाय्यं करोति? शोभा भगिनी वदतु. आं भगिनि, इदानीं तत्र कानि योगः अस् तत्र कानि योगः सा इति आसीत् अस्तिपूर्वम् उक्तम्. इदानीं तृतीयसोपाने अल्विधिः वा न वा इति वदतु. तृतीयसोपाने इको एणचि इत्यनेन सूत् इत्यस्य सूत्रस्य प्रसक्तिः प्राप्तमस्ति. तर्हि तत्र भवति चेत् किं भवति इति कानि इति सूत्रस्य प्रसक्तिः साक्षात् अस्ति वा अत्र? कानि योगः अस् इत्यत्र अस्तु. तत्र कानि इति स्थानी आसीत् इकारः. कानि इत्यस्य इकारः स्थानी आसीत्? क्षम्यतां तत्र अस् इति आसीत्. तस्य अकारस्य लोपः जातः. असिति स्थाने आसीत्, अकारस्य लोपः जातः, तदेव तत्र द्वितीयकाले अजादेशः. लोपः एव अजादेशः. अजस्थाने अभवत् इति कृत्वा अजादेशः. इदानीं तत्र कानि योगः किं तत्र सा एव इति अस्ति, किन्तु यदा इको एणचि इति सूत्रम् अत्र कार्यं कर्तुम् आगच्छति तदा तेन सूत्रेण तु कानि योगः असीते एव दृश्यते, यदि स्थानिवद्भावः भवति चेत्. स्थानिवत् भावः इदानीं तत्र प्रश्नः स्थानिवदादेशो अनल्विधौ इत्यनेन भवति वा इति खलु भगिनि. तत्र अनल्विधिः अस्ति चेत् भवति, नो चेत् न भवति इति सूत्रं वदति. तत्र अल्विधिः कः इत्युक्ते, तत्र यत्र अकारस्य लोपः अभवत् तं वर्णम् आश्रित्य कार्यं भवति चेत् अल्विधिः भवति तत्र. तर्हि तत्र तं यस्य यः अकारः लोपः जातः तम् आश्रित्य कार्यं कर्तुम् इच्छति इको एणचि इति सूत्रम्. किमर्थम् इको एणचि तथा कर्तुम् इच्छति? तत्तेन अकारः दृश्यते एव तत्र. इदानीं स्थानिवद्भावः भवति चेत् किन्तु भगिनि भगिनि स्थानिवद् भवति चेत् इति इदानीम् इदानीमास्तु. इदानीम् अल्विधिः अस्ति वा न वा इति प्रतिपादयतु. अल्विधिः अस्ति वा इति चेत् अल् आश्रितविधिः अस्ति तत्र, यतोहि पूर्वविधिः भवति यत्र कानि इत्यस्य इकारस्य स्थाने. पूर्वविधिः इति सर्वं मास्तु, अचः परस्मिन् पूर्वविधिः इति विषयः अत्र नास्ति. अत्र तु स्थानिवतादेश अनल्विधौ इति विषयः अस्ति. अचिपरे तत्र अचिपरे इति अलिविधिः भवति भगिनि. अचिपरे इति तत्र अलिविधिः भवति. उत्तमम्, अलिविधिः भवति इत्युक्ते अलिविधिः भवति पूर्वकार्यं परनिमित्तम् इति. अतः अलिविधिः अस्ति, अल्विधिः अस्ति, अलिविधिः अलिविधि इति तृतीय क्षम्यतां सप्तमी विभक्त्या भवति. सम्यक्, बहु सम्यक्, उत्तमम् इति कृत्वा अल्विधिः अस्ति. यतोहि इको एनर्जि इति सूत्रं साक्षात् प्रसक्तं नास्ति. इको एनर्जि इति सूत्रं किं पश्यति? कानि योगः सकारः एव पश्यति, तर्हि तस्य प्रसक्तिः न भवति. परन्तु स्थानिनि यः अकारः अस्ति तम् अकारं वयं स्थानिवद्भावेन वयं स्वीकुर्मः, तदानीमेव इको एनर्जि इति सूत्रस्य प्रसक्तिः अस्ति. अतः इको एनर्जि इति सूत्रस्य प्रवर्तनार्थं स्थानिनि यः अकारः अस्ति सः अकारः अपेक्षितः अस्ति. निमित्तेषु अन्यतमः अस्ति अकारः अचि परे इति कृत्वा इको एणच् इति अल्विधिः. स्थानिनीयः अकारः अस्ति तम् आश्रित्य प्रवर्तते इति कृत्वा इको एणच् इति अल्विधिः अस्ति. अल्विधिः अस्ति चेत् किं भवति भगिनि? पुनः एकवारं तत्र किम् उक्तवती? तत्र कानि योगः स इति अस्ति, तदा साक्षात् प्रसक्ति तदा नास्ति. किन्तु परन्तु स्थानिवद्भावः क्रियते चेत् तदानीं प्रसक्तिः भवति. आम्, तदा एव इकोणचेतनेन अकारः दृश्यते. अतः अल्विधिः अस्ति वा न वा इति ज्ञातुं किं वयं पश्यामः इति चेत्, स्थानिनि यः वर्णः अस्ति अकारः सः वर्णः इकोणचि इति सूत्रस्य निमित्तम् अस्ति वा न वा इति पश्यामः. अतः इकोणचि सूत्रस्य निमित्तम् अचिपरे इति अस्ति. तादृश अचिपरे इदानीं साक्षात् नास्ति. स्थानिनि एव सः अकारः अस्ति. यदा स्थानिनीयः अकारः अस्ति सः तम् अकारं वयं स्वीकुर्मः चेत् तदानीम् अचिपरे इति लभ्यते. इति कृत्वा स्थानिनीयः अकारः सः अपेक्षितः अस्ति इको एणचि इति सूत्रस्य प्रवर्तनार्थम्. इति कृत्वा तत्र इको एणचि इति अल्विधिः. यतोहि अल्विधिः वा न वा इति कथं जानीमः इति चेत्, स्थानिनीयः वर्णः अस्ति सः अपेक्षितः अस्ति सूत्रस्य कार्यार्थम्, इको एणचि इत्यस्य कार्यार्थम्. तत्र अचिवर्णः अस्ति चेदेव इको एणचि भवति खलु अचिपरे. तादृश अचिपरे इदानीं नास्ति, परन्तु स्थानिनि आसीत्, तर्हि अध्यारोपं कुर्मः चेत् तदानीं प्रवृत्तिः भवति. इति कृत्वा अयं विधिः अल्विधिः. आम्, तत्र निमित्तम् इति स्मर्तव्यं, तदेव मुख्यविषयः तत्र. तत्र विधिसूत्रं यदा आगच्छति तस्य निमित्तानि कानि इति, तर्हि तत्र निमित्तं किम् इति वदनीयम् आवश्यकमस्ति. निमित्तम् अस्ति अकारः, पर अकारः अजि अचिपरे इत्यस्मात् पर निमित्तम् अकारः भवेत् तर्हि तस्मात् पूर्वं विधिः भवति इति. तर्हि निमित्तम् अकारः अच् वर्णः तत्र स्थानिवद्भावेन स्थापयामः चेत् इकोणचि इति कार्यं करोति. समीचीनम् इति कृत्वा इको एणचि इति अल्विधिः अस्ति. अल्विधिः अस्ति चेत् स्थानिवतादेशो अनल्विधौ इत्यनेन भवति वा? अल्विधिः अस्ति चेत् न भवति. स्थानिवद्भावः अनल्विधि अनल्विधौ इति एव सूत्रस्य आशयः. अतः तत्र न भवति इति कृत्वादेशो अनल् विधौ इत्यनेन न भवति इति कृत्वा तत्र अचापरस्मिन् पूर्वविधौ इत्यस्य चिन्तनम् इदानीम् अस्तु सम्यक् वंशीभगिनी भवत्याः प्रश्नस्य उत्तरं लब्धं खलु हा तत्र तु न तत्र स्थानिवदादेशो अनल्विधौ इत्यनेन तु न भवति इति तु स्पष्टम् अल्विधिः इति भूत्वा तस्मात् तु अस्माकं रूपं तु सम्यक् भवति न कानि सन्ति एव भवति तत्र ततः किमर्थम् अचः परस्मिन् पूर्वविद इति प्रति गच्छामः इत्येव प्रश्नः मम न इत्युक्ते तत्र कथयोगः नेच् इति प्रसङ्गे अजादेशः अस्ति चेत् अचः परस्मिन् पूर्वविदौ इति प्रसक्तम् अस्ति खलु हा तत्तु पर्जन्यवत् प्रवृत्तिः सर्वत्र हा तत्तु भिन्नवार्ता कथायोगः निश्चित्यस्मिन् तु स्थानिवदादेश किमर्थं भिन्नवार्ता तत्र अशास्त्रीयमासीत् इति कृत्वा अचापरस्मिन् पूर्ववदौ इति वदति वा आं सत्यं तत्र तु कार्यमेव न भवति इति कारणात् तत्र अचः पूर्वस्मिन् सूत्रस्य तदर्थमेव तत्र अचः परस्मिन् पूर्वविधौ इत्यस्य अपि एवं रीत्या चित्रणं करणीयम् अचः पर अत्र पश्यामः चेत् अचः परस्मिन् पूर्वविधौ इत्यत्र यत्र अत्र तु अल्विधिः अस्ति चेत् अत्र अस्माकं चार्ट् मध्ये किम् अस्ति अल्विधिः अस्ति चेत् अज्वर्णस्य स्थाने आदेशः अस्ति चेत् अचः परस्मिन् पूर्वविधौ इति प्रति गच्छामः तावदेव अल्विधिः इति चेत् तेन स्थानिवद्भावः न इको एनर्जि इत्यस्य कार्यं न स्यात् ओ ओ तत्रापि अशास्त्रीयमिति वदामः वा अचः परस्मिन् पूर्वविधौ इत्यनेन प्रसक्तिः अस्ति तेन स्थानिवद्भावः शक्यते परन्तु अत्र निषेधकसूत्रमस्ति खलु न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वरदीर् तेन निषेधः जायते इति कृत्वा तद् बाधितं भवति हा सत्यम् अतः तत्र एवं वक्तुं शक्नुमः वा तत्र स्थानिवदादेश नल्विधौ इत्यनेन तत्र स्थानिवदादेशः न भवति परन्तु सूत्रस्य अशास्त्रीयं भवति यतोहि इको एनर्जि इति सूत्रं कार्यं न कर्तुं शक्नोति तत्र अतः तत्र अचः परस्मिन् पूर्वविधौ इति प्रति गच्छामः इति वक्तुं शक्नुमः वा इति इदानीं प्रसक्तिः अपि नास्ति इको एनर्जि इत्यस्य प्रसक्तिः एव नास्ति कानि योगः सन्ति इत्यत्र इको एनर्जि इत्यस्य साक्षात् प्रसक्तिः नास्ति परन्तु अत्र प्रश्नः जायते अत्र स्थानिवद्भावः शक्यते इत्युक्ते सर्वत्र स्थानिवद्भावः भवति इत्युक्ते स्थानिवदादेश अनल्विधौ इत्यनेन किम् उक्तमस्ति उत्सर्गं किम् अस्ति सर्वत्र स्थानिवद्भावः भवति अल्विधिः अस्ति चेत् न भवति परन्तु अचापरस्मिन् पूर्वविधौ इति किं वदति अजादेशः अल्विधिः अस्ति चेदपि स्थानिवद्भवति इति वदति खलु सूत्रम् हा तत्तु सत्यं समीचीनं तत्तु अवगतम् अतः तस्य प्रसक्तिः भवति एव यत्र यत्र अजादेशः अस्ति तत्र सर्वत्र अजः परस्मिन् पूर्ववदौ इति आयाति ओ अस्तु तर्हि तत्र स्थानिवदादेश अनुविधौ इति सूत्रस्य अनन्तरं तत्र अजः परस्मिन् पूर्वविधौ इति सर्वत्र द्रष्टव्यम् एव अस्ति सर्वत्र इत्युक्ते अजादेशः यत्र भवति तत्र हा अजादेशः क्षम्यताम् अजादेशः यत्र यत्र अस्ति तत्र तस्य सूत्रस्य पर्जन्यवत् इति कार्यं भवति इति मत्वा अस्माकं चिन्तनं जायते इति अग्रे अपि इति समीचीनम् आम् सर्वत्र एवम् निषेधकः नास्ति निषेधकसूत्रं नास्ति चेत् भवति एव अचः परस्मिन् पूर्वविधौ इति भवति एव अस्तु अस्तु अवगतम् अस्तु इदानीं भवती एव भवत्याः चित्रणस्य विवरणं भगिनि अत्र कानि अस् अन्ति इति अस्ति तत्र कानि इत्यत्र इकारः अस्ति अस् इत्यत्र अकारः अस्ति तत्रापि भवितुमर्हति इको एनचि इति तत् तस्य उत्तरं तु भवती जानाति एव वदतु इत्युक्ते भवत्याः प्रश्नः इको एनचि प्रथमतया भवति वा श्नस्वरलोपः प्रथमतया भवति वा इति प्रश्नः खलु किं भवति इति भवती एव वदतु उत्तरं जानाति इको एनचि भवति चेत् श्नस्वरलोपः कार्यं कर्तुं न शक्नोति एव कार्यं कर्तुं न शक्नोति एव इति न इत्युक्ते श्नसोरलोपः इत्यस्य कार्यं तु बहुत्र अस्ति खलु, इत्युक्ते अस्धातोः विषये, श्नस् अस्धातोः अस्धातोः विषये अत्र बाधितं भवति अस्धातोः विषये, इत्युक्ते अस्धातोः विषये अपि अन्यत्र भवितुम् अर्हति खलु, सन्ति इति रूपं प्राप्तुमपि तत्र भवति, यत्र कानि इति पदमेव नास्ति इति चिन्तयतु, एवं साक्षात् बालकाः सन्ति इत्यत्र तु सन्ति इति शब्दः लभ्यते खलु, तत्र तु अस्धातोः अकारस्य लोपः जायते, श्नसोरलोपः इति, तत्र तु प्राप्तिः अस्ति, परन्तु कानि सन्ति इत्यत्र प्रसङ्गे प्राप्तिः तत्र इकोयडच् इति कुर्मः चेत् तदानीं तदानीमपि श्नसोरलोपः भवितुम् अर्हति खलु, इकोयडच् इति कुर्मः चेदपि कान्यस् कान्यस् अन्ति तत्रापि अकारस्य लोपः भवितुम् अर्हति इति कृत्वा श्नसोरलोपः अनिष्टरूपम् इति तु अस्ति, परन्तु कोयणचि इति प्रथमतया कार्यं करोति चेदपि श्नसोरलोपः इति कार्यं कर्तुम् अर्हति इति कृत्वा किं वक्तव्यं, परसूत्रम् इति वा, नित्यसूत्रमपि अस्ति अङ्गकार्यमपि अस्ति खलु, किमस्ति सूर्यकुमारी भगिनी किमपि वक्तुम् इच्छति वा, न श्रूयते, न भगिनी कृपया म्यूट् करोतु तर्हि, अस्तु विजयलक्ष्मी भगिनी अवगतं खलु, किञ्चित् किञ्चित् पूर्वं पठामि अन्येकवारं, न इति कानि योग अर्थयोगः अन्ति इति स्थितौ इकोयणचि इति प्रथमतया कार्यं करोति चेत् इकारस्य स्थाने यकारः कान्य कान्य तदानीम् अस्य योगः अन्ति तु अस्ति, अस्य योगः अन्ति इत्यत्र तु श्नसोरलोपः कार्यं करोति, अपित् प्रत्यये परे कितिनिति सारधातुकप्रत्यये परे अन्ति इति कितिनिति सारधातुकप्रत्ययः, तर्हि अस्ति इत्यत्र अकारस्य लोपः भवति, इकोयणचि प्रथमतया कार्यं करोति चेदपि श्नसोरलोपः कार्यं कर्तुम् अर्हति इति कृत्वा कृताकृतप्रसङ्गिः यः विधिः सः नित्यः, सः श्नसोरलोपः नित्यसूत्रमिति वक्तुं शक्यते, अपि च नित्यसूत्रं वा न वा इति अपि न द्रष्ट न वस्तुतः न द्रष्टव्यम्, अत्र साक्षात् अङ्गकार्यमस्ति खलु, श्नसोरलोपः इति अङ्गाधिकारे अस्ति, गोणेश इति तु वर्णकार्यमस्ति, वर्णादङ्गं बलीयः इत्यनेन श्नसोरलोपः प्रथमतया भवति, अनन्तरमेव एकोणेश इति चिन्तनं किम्, अस्तु तर्हि वंशी भगिनी भवत्याः चित्रणस्य भगिनी इतोपि एकः प्रश्नः अस्ति, अल् विधिः निर्णेतुं वयं तत् चत्वारः प्रसङ्गाः पश्यामः न वा, अला अलः अलः अलि, तर्हि अत्र अलि अस्ति न वा सप्तमी, तद् दृष्ट्वा एव अल् विधिः वयं निर्णेतुं शक्नुमः न वा, एतद् अल् विधिः, आमाम् आमाम् अस्तु धन्यवादः भगिनी, अत्र निषेधसूत्रमस्ति खलु न पदान्ते, तत्र पदान्ते इत्यनेन किम् अस्माभिः अवगन्तव्यम् इत्युक्ते अनुवृत्तिसहितसूत्रं पठतु, अनुवृत्तिसहितसूत्रं पठतु तत्र, पदान्तदुर्वचनवरे यल्लोपस्वरसवर्णानुस्वार दीर्घजश्चर्विधिषु अचः परस्मिन् पूर्वविधौ स्थानिवत् आदेशः न, तर्हि पदान्ते अस्ति चेत् अच परस्मिन् पूर्वविधौ स्थानिवत् आदेशः न भवति इति, तर्हि अत्र पूर्वविधौ इत्यस्य अन्वयः केन सह भवेत्, पूर्वविधौ कर्तव्ये न अवगतवती भगिनी, पुनरेकवारं पृच्छतु भगिनी, पूर्वविधिः इदानीं पदान्तद्विर्वचनवरेलोप जस्टर् विधिषु इति सूत्रं, जस्टर् विधिषु इति पदम् अतः परस्मिन् पूर्वविधौ, पूर्वविधौ इति केन सह अन्वयः, इत्युक्ते अत्र पदान्ते इत्यस्य सप्तमी इति विभक्तेः का कः अर्थः? पदान्ते पदान्तस्य पूर्वविधौ इति वा न अवगच्छामि भगिनि. तत्र विग्रहवाक्यं किम् उक्तं तत् पश्यतु. पदान्ते इत्यस्य किं विग्रहवाक्यं? हा, अत्र विधिषु इति सप्तमी बहुवचनान्तं पदमस्ति. सानिवत् आदेशो अनन्वितसूत्र सानिवत् आदेशः इत्यस्य अनुवृत्तिः. तर्हि सप्तमी इत्युक्ते पदान्ते इति स्वीकर्तव्यम्. अत्र पूर्वविधिः एव, पूर्वविधिः इति अस्ति. पूर्वविधिः कीदृशः अस्ति इति चेत् पदान्तविधिः. पूर्वविधिः पदान्तविधिः वा? अस्तु, पूर्वविधिः द्विवचनविधिः कीदृशः? तर्हि कानि इति पदान्तम् अस्ति, पदान्तमस्ति. पूर्वविधिः अस्ति वा न वा? पदान्ते पूर्ववितिः. तर्हि इको यणचि इत्यस्य इकः इति इकारः पदान्ते अस्ति इति द्रष्टव्यं वा, तदा चिन्तनीयं वा? इको यणचि इत्यत्र इकारः पूर्वमस्ति इति न, इको यणचि इत्यस्य कार्यम् अचुवर्णात् पूर्वम् अस्ति वा न वा? अचुवर्णात् पूर्वमस्ति इति कृत्वा इको यणचि पूर्ववितिः. दैशिकरीत्या चिन्तनीयं खलु? तर्हि अत्र दैशिकरीत्या पूर्वमस्ति वा? पूर्व इको यणचि इति पूर्वविधिः एव. तर्हि पदविधिः अपि च पदान्तविधिः अस्ति. खलु? आम्. प्रश्नस्य उत्तरम् इको यणचि इत्यस्य इको कानि इत्यस्य इकारः इको एनचि इत्यस्य पूर्वविधौ पूर्वविधिः. इदानीं पश्यतु, इदानीं पश्यतु, कानि योगः, कानि योगः सकारः इति अस्ति. कानि योगः सकारः. इदानीं कानि योगः अस् इति अस्ति. अकारः एव अजादेशः, इदानीं लुप्तः. कानि योगः सकारः. तर्हि अजादेशात् पूर्वं कार्यमस्ति वा न वा इको एनचि इत्यस्य कार्यं? पूर्वमेव अस्ति. तर्हि पूर्वविधिः अस्ति वा न वा? तत् पूर्वकार्यमस्ति खलु? निश्चित्यत्र कत् योगः निश्चित्यत्र अतोपदायः इति पूर्वविधिः अस्ति वा न वा? पूर्वविधिः अस्ति. तत्र अपि च अत्र कः भेदः? अत्र स्थानं पश्यामः चेत् अकारात् पूर्व तस्मात् इति उत्तरस्य तस्मिन् इति निर्दिष्टे पूर्वस्य इत्यनेन साक्षात् पूर्वं भवति इति इकारः. तत्र तु दैशिकदृष्ट्या अतोपधायः इत्यस्य खलु. किमर्थम् अत्र अन्यत् किमपि वदति? अत्रापि दैशिकदृष्ट्या एव अस्ति खलु. साक्षात् पूर्वम् अस्ति वा मध्ये व्यवधानम् अस्ति वा, पूर्वविधिः एव अस्ति खलु. तत्र कत् योगः णिच् इत्यत्र तकार उत्तरवर्ति अकारः अस्ति, अनन्तरं तकारः अस्ति, अनन्तरं तस्मात् पूर्वम् अत उपदायः इत्यस्य कार्यं, दैशिकरीत्या पूर्वविधिः. अत्र तु साक्षात् पूर्वम् अस्ति. साक्षात् पूर्वं भवतु मध्ये व्यवधानं भवतु, द्वयमपि पूर्वविधिः एव खलु. अचुवर्णात् पूर्वं जायमानविधिः, जायमानः विधिः पूर्वविधिः. अचुवर्णात् अत्र पूर्वमेव जायमानः विधिः अस्ति खलु. इकारस्य स्थाने यकारादेशः, यणादेशः पूर्वविधिः एव. अस्तु, अस्तु भगिनि, न कोऽपि भेदः. केवलं भेदः कः इति चेत् कथयोगः निच् अपि च कानि योगः सन्ति इत्यत्र भेदः कः इति चेत् अत्र कानि इति पदमस्ति, पूर्वविधिः पदान्ते अस्ति. अस्तु, इति तावान् भेदः. पदान्ते पूर्वविधिः. अस्तु अस्तु, अस्तु, धन्यवादः. अस्तु, समीचीनं. तर्हि इदानीं वंशी भगिनी वदतु. अस्तु भगिनि, वदामि. तत्र चित्रं किञ्चित् बृहत् करणीयमस्ति, तत्र सर्वे अत्र द्रष्टुं शक्नुवन्ति वा इति न जाने, नो चेत् वदामि वा भगिनि. सर्वे द्रष्टुं सर्वे द्रष्टुं शक्नुवन्ति तदेव अहम् इष्टवती. अस्तु, स्थानिवद स्थानिवद्भावचिन्तनक्रमः. अस्तु, प्रथमं तु कानि योगः अस् उदाहरणं द्रष्टुं पश्यामः. कानि योगः अस् श्लोकः जि झि इत्यस्मिन् स्थाने अन्त् इति चकारस्य स्थाने जोन्तः इत्यनेन अन्त् इति आदेशः भवति, अतः अन्ति इति भवति. प्रथमकाले स्थानिवद्भावः इति कालत्रयं द्रष्टव्यमस्ति. प्रथमकाले, द्वितीयकाले, तृतीयकाले. प्रथमकाले इति किम् अस्ति इत्युक्ते तत्र अस् इति स्थाने तत्र अकारः स्थानी अस्ति इति कृत्वा तत्र तत्रैव कार्यं भवति प्रथमकाले. अतः तत्र द्वितीयकाले कस्मिन् स्थाने कार्यं भवति इत्येव प्रथमकाले द्रष्टव्यम्. अतः प्रथमकाले अस् इत्यस्मिन् स्थाने अकारस्यैव कार्यं भवति द्वितीयकाले. द्वितीयकाले श्नसोर्लोपः इत्यनेन तत्र स्थानिनः अकारस्य लोपः जि इति अपित् प्रत्यये परे, अतः तत्र तु अन्ति इति अपित् प्रत्ययः अस्ति. अतः तेन कारणेन श्नसोर्लोपः इति सूत्रेण तत्र अस् इत्यस्य अकारस्य लोपः भवति. तत्तु द्वितीयकालस्य अजादेशः अस्ति, अतः तत्र अकारस्य लोपः भवति. तृतीयकाले विधिसूत्रम् आगत्य कार्यं करोति. इको एनर्जि इति सूत्रम् आगत्य पश्यति, यदि यत् अकारः दृश्यमानः अस्ति तत्र तु इको एनर्जि इति प्रवर्तते. परन्तु तत्र अकारः यदा लोपः जातः तस्य स्थानिवदादेशो नल्वदे इति सूत्रेण भवति वा न वा इति सूत्रस्य कार्यमस्ति. तत्र तु अजादेशः लोपः अस्ति, अतः तत्र अल् स्थाने यः लोपः जायमानः अस्ति तत्र तु अल् विधिः अस्ति. अपि च तत्र अल् विधिः चतुर्था विभक्तः अस्ति. अला अल् अली विधिः, अलः विधिः, अलः विधिः षष्टि, अलः इति षष्ठी षष्टिविभक्त्यामस्ति. अलः आश्रित्य तत्र तु पञ्चमी विभक्त्यामस्ति. अला विधिः इति तृतीया विभक्ति अपि अस्ति. तत्र कीदृशः अल् विधिः अस्ति इति पश्यामः चेत् अल् आश्रित्य यः विधिः प्रवर्तमानः अस्ति, अतः तत्र अल् यदि अस् इत्यस्मिन् स्थाने अस् इत्यस्मिन् अकारः यदि अस्ति तस्य कारणेन तत्र कानि इत्यस्मिन् अन्ते यः इकारः अस्ति, इकारः योगः अकारः इको अणचि इत्यनेन यन् सन्धिः भवति. परन्तु तत्र तत्र तु अस् इत्यस्मिन् यः अकारः अस्ति सः तु अलि विधिः अस्ति, यतोहि तत्र सप्तमी विभक्त्याम् अलि विधिः इत्युक्ते सप्तमी विभक्ति इति अस्ति. तत्र अल्ल अकारः आश्रित्य यदा यदि विधिः तत्र प्रवर्तते अलि विधिः इति भूत्वा स्थानिवदादेशो नल्विदौ इत्यनेन तत्र स्थानिवदादेशः न भवति. अतः अग्रे यदि गच्छामः तत्र तु अल् विधिः वा इति पश्यामः चेत् तत्र अलि विधिः इति उत्तरं प्राप्यते. इको एनर्जि इति विधिसूत्रेण स्थानिनी विद्यमानः अकारः आश्रित्य एव प्रवर्तयितुं शक्यते, अतः अल् विधिः अलि विधिः अपि वक्तुं शक्नुमः. अतः तत्र अकारः न दृश्यते. तेन कारणेन अग्रे गच्छामः चेत् अचः परस्मिन् पूर्वविदौ इत्येव इत्यनेन कार्यं भवति वा इति पश्यामः चेत् तत्र अल् विधिः अशास्त्रीयम् अनल् विधिः च शास्त्रीयं भवति. अस्तु, तत्र तु पूर्वमपि वयं दृष्टवन्तः अल् विधिः अशास्त्रीयम् अनल् विधिः चि स्थानिवत् अनल् विधिः तु स्थानिवत् भवति इति तु जानीमः. परन्तु यदि अशास्त्रीयम् अस्ति चेत् एव तत्र स्थानिवत् भावः भवति अनेन सूत्रेण. अपि यदि शास्त्रीयं क्षम्यतां विपरीतमुक्तम् अस्तु तदेव पश्यन्ति. अल् विधिः अशास्त्रीयं न अनल् विधिः शास्त्रीयं चेत् स्थानिवतादेशो अनल् विधौ इत्यनेन स्थानिवद्भावः भवति. अनल् विधिः अशास्त्रीयं चेत् अपि च अज्वर्णस्य स्थाने आदेशः चेत् तदानीम् अजः परस्मिन् पूर्वविधौ इत्यनेन भवितुमर्हति. सत्यं क्षम्यता, तत्र भिन्नरीत्या यदा लिखितवती तस्मिन् समये तु भिन्नरीत्या चिन्तनम् आसीत्. अस्तु, अतः तत्र यदि तत्र अल्विधिः यदा जायमानः अस्ति तत्र तु स्थानिवद् आदेशान्वितेन न भवति, परन्तु अचः परस्मिन् पूर्वविधौ इत्यनेन भवति, निषेधः न भवति. परन्तु यदि कदा न भवति इत्युक्ते तत्र निषेधकसूत्रम् इति न प्रवर्तते. न पदान्तदुर्वचनवरेयलोप स्वरसवर्णनस्वरसवर्णानुस्वार दीर्घजश्चर्विदिषु इति सूत्रेण यदा निषेधः न भवति तस्मिन् समये स्थानिवत् भवति यदि अचः परस्मिन् पूर्वविधौ इति तत्र निमित्तानि दृष्ट्वा तत् पूर्वविधि भवेत् परनिमित्तिकः अजादेशः भवति पूर्वविधि भवति अच् स्थाने एव विधिः भवेत् चेत् तर्हि तत्र स्थानिवत् भवति. परन्तु अस्मिन् उदाहरणे इति वदामः वा तत्र अस्तु तत्र तु परनिमित्तिकः अजादेशः पूर्वविधौ कर्तव्ये स्थाने भवति शसूर्लोपः इत्युक्तमस्ति. अस्तु द्वितीयदलं पश्यामः अल्विधिः वा अनल्विधिः इति. अनल्विधिः अस्ति चेत् विधिसूत्रं स्थाने विद्यमानवर्णम् आश्रित्य न प्रवर्तते. अनल्विधिः इति कथा कथं वदामः इत्युक्ते तत्र यदा तत्र अकारः यत् अकारः लोपः यदा जातः अकारस्य लोपः यदि सः अकारः कस्यचित् विधि कस्यचित् विध्यां तत् नो विधौ तत्र तस्य निमित्तं नास्ति तत्र अनल्विधिः इति वदामः. अधुना तु अकारः निमित्तम् अस्ति इकोर्णचि इत्यस्य निमित्तम् अस्ति इति कारणे तत्र अल्विधिः इति भवति. अतः तत्र यदि अनल्विधिः अस्ति यदि शास्त्रीयमस्ति तत्र शास्त्रीयमित्युक्ते कार्यस्य प्रवृत्तिः भवेत् किमपि तत्र निषेधः न भवति तस्मिन् समये स्थानिवदादेशो अनल्विधौ इत्यनेन तत्र स्थानिवद् भवति अपि च अकारः दृश्यते. यदि अशास्त्रीयमस्ति इत्युक्ते द्वितीयकाले विधिसूत्रम् अप्रवृत्ति इत्युक्ते अत्र यदि वदामः तत्रापि तत्र विधिसूत्रम् इकोर्णचि तु सूत्रस्य कार्यम् एव न भवति यदि स्थानिवदादेशो अनल्विधौ इत्यनेन स्थानिवद् भवति चेत्. अतः तत्र स्थानिवदादेशो अनल्विधौ कार्यं न भवति. अग्रे गत्वा अचः परस्मिन् पूर्वविधौ इति सूत्रं वयं पश्यामः. न अत्र इकोयनचि इति विषये तु शास्त्रीयम् अशास्त्रीयम् इति चिन्तनम् अस्ति वा? तत्रापि अस्ति किल भगिनि इकोयनचि तु न प्रवर्तते यदि स्थानिवदा न ओ क्षम्यतां तत्र तु यदि स्थानिवद् भवति तत्र तु कार्यं भवति. अल्विधिः वा अनल्विधिः वा? अल्विधिः इति तु पूर्वमेव उक्तवती खलु. अल्विधिः अस्ति अल्विधिः अस्ति अल्विधिः अतः कार्यं नास्ति. अतः स्थानिवदौ इत्यनेन स्थानिवद्भावः एव न भवति अतः शास्त्रीयम् अशास्त्रीयम् इति सर्वं त्यजति. क्षम्यता अस्मिन् सूत्रे तु अस्मिन् उदाहरणे नास्ति परन्तु पूर्वस्मिन् उदाहरणे तु तत्र तु किम् उदाहरणमस्ति तत्र अशास्त्रीयं कार्यमस्ति ततः तत्र अप्रवृत्तिः जायते तेन कारणेन तत्र स्थानिवदादेशान्विधौ इति सूत्रेण कार्यं न भवति. अग्रे गत्वा अचः परस्य पूर्वविधौ इति सूत्रस्य कार्यं द्रष्टव्यमस्ति. परन्तु अत्र नास्ति पूर्वस्मिन् उदाहरणे किम् उदाहरणमस्ति इति. न अत्र तु केवलं कानि योगः सन्ति इति विषये एव अस्ति खलु अतः तत् तस्य विषये एव वदतु. अस्तु अतः तत्र एवमस्ति किमपि अन्यत् वक्तव्यं वा अस्ति भगिनी? क्षम्यता न समीचीनं यद् यद् यदस्माभिः चर्चितं सर्वम् अत्र क्याप्चर् कृतम् अस्ति चार्ट् रूपेण. यस्य कृते चित्रणं सम्यक् भवति तेषां कृते एतदस्ति. बहुकाल समीचीनं कृतवती. सम्यक् सम्यक् कृतमस्ति. कोऽपि प्रश्नः वा? अस्तु तर्हि अत्र एवमेव तत्र प्रश्नम् अत्र अनल्विधि सम्बन्धे किमर्थं चिन्तयामः? अत्र अनल्विधिः अस्ति अनल्विधि किमर्थं चिन्तयामः इति चेत् केवलं सम्पूर्णार्थम् अनल्विधिः अस्ति चेत् कथं भवति इति तत्र सम्पूर्णं इत्युक्ते यद्यपि कानि योगः सन्ति इत्यस्यैव उदाहरणम् अस्ति परन्तु सम्पूर्णतया तस्मिन् तस्य विषये एव तत्र उच्यमानम् इति नास्ति. प्रायेण तस्य विषये उक्तः अस्ति परन्तु अनल्विधिः अस्ति चेत् कथं भवति इति अपि तत्र उक्तमस्ति. इत्युक्ते तत्र चिन्तनक्रमः कथं भवेत् अल्विधिः वा न वा अल्विधिः अस्ति चेत् किं करणीयम् अनल्विधिः अस्ति चेत् किं करणीयम् इति सम्पूर्णतया अत्र उक्तमस्ति. परन्तु अत्र तु अल्विधिः अस्ति इति कृत्वा तादृशचिन्तनस्य आवश्यकता नास्ति. धन्यवादः. अस्तु हा त तर्हि अत्र कौ योगः अस्योगः तस् इत्यत्र किं विजयलक्ष्मी भगिनी वदतु. कुत्र भगिनि? अन्यत् उदाहरणं कौ योगः अस्योगः तस् इत्यत्र सम्पूर्णतया इत्युक्ते तत्र तत्र यथा एकमेव अस्ति तत्र एकवारं झटिति वदतु. कौ स्तः इत्यत्रापि चिन्त्यं कौ स्तः इति सु द्विवचनं द्विवचनम् अस्ति सः सः सन्ति अस्ति स्तः अत्र द्विवचनं कौ इति द्विवचनं स्तः इत्यपि द्विवचनं कौ योगः अस् योगः तस् अत्रापि स्नसोरल्लोपः कार्यं करोति वा भगिनी? अहं तु न जाने. आमां तस् इति प्रत्ययः कीदृशप्रत्ययः? तस् इति तु अर्धधातुकप्रत्ययः अपि तस् एवं वा नूतनसमाचारः सारी सार्वधातुकप्रत्ययः परन्तु अपित् अस्ति अपित् अस्ति सार्वधातुकः अपित् प्रत्ययः अतः स्नसोरल्लोपः इत्यनेन अत्रापि अस् इत्यत्र विद्यमानः अकारस्य लोपः भवति तदा कौ योगः स योगः तस् इति भवति. कौ पूर्वस्मिन् स्थित्यां यद् पूर्वस्यां स्थित्यां यद् अभवत् तदेव अत्रापि अत्रापि कौ अत्र इको यान्तवन्तदेशसन्धि न भवति. किमर्थं न भवति इति न भवति यतोहि अकारः निमित्तम् अकारः निमित्तम् अस्ति कौ इति पदान्ते अस्ति कौ इत्यत्र औकारः पदान्ते अस्ति अपि च अकारः यत् अचि तत्रापि सूत्रं किं भगिनि? एचो यवा यावः एचो यवः एचो यवा यावः एचो यवा यावः इत्यत्रापि अच् परे भवति चेदेव कार्यं करोति अतः अकारः अत्र परनिमित्तम् अस्ति एचो यवा यावः इति सूत्रस्य कृते अकारः एव लुप्तः अतः एण्ड् कौ इति पदान्ते अस्ति अतः अत्र अल् विधि इति अस्ति अल् विधि अस्ति इति कृत्वा अत्र स्थानेवत् स्थानेवत् आदेशो अनल् विधौ इति सूत्रस्य प्रवृत्तिः नास्ति. अजः परस्मिन् पूर्वविधौ इति आयाति यतोहि अत्र अकारस्य लोपः जातः अतः अचः परस्मिन् पूर्वविधौ इति सूत्रम् आयाति अहम् आयामि मम कार्यमस्ति अस्ति इति. परन्तु कौ इति न पदान्तद्विर्वचनवरेयलोपस्वर सवर्णानुस्वरदीर्घजश्चर् विधिषु इति सूत्रेण बाधितं भवति अतः कौ स्तः इति एव अन्तिमरूपं भवति. बहु सम्यक् समीचीनं तर्हि अत्र बहु सम्यक् तर्हि तत्र श्नसोरल्लोपः इति सूत्रम् अनिमा भगिनी पठतु पठित्वा समापयामः. श्नसोरल्लोपः श्नम् प्रत्ययस्य अपि च अस् धातोः अकारस्य लोपः भवति कितिङिति सार्वधातुके परे श्नश्च अश्च तयोरितरेतरद्वन्द्वः श्नसौ श्नसोः षष्ट्यन्तम् अल्लोपः प्रथमान्तम् द्विपदमिदं सूत्रम् अत्त उत्सार्वधातुके इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः गमहनजनघनघसां लोपः किङित्यनङि इत्यस्मात् किङिति इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गस्य श्नसोः अल्लोपः सार्वधातुके किङिति अत्र श्नम् प्रत्ययस्य अपि च अस् इति धातोः द्वयोः अपि इतरेतर द्वन्द्वः भवति श्नसौ इति तस्य षष्ठ्यन्तम् अस्ति श्नसोः तत्र श्नसोः अल्लोपः इति सूत्रमस्ति अनुवृत्तिः अपि अस्ति सार्वधातुके किमिति अङ्गस्य इति अधिकारः अतः पूर्णं सूत्रमस्ति अङ्गस्य श्नसोः अल्लोपः सार्वधातुके किमिति इति तत्र कथं श्नम् इति अस्ति किल श्नः श्नः च इति कथम् अभवत् श्नश्च श्नश्च अश्च श्नः श्नश्च इति कथम् अभवत् श्नम् इत्यस्य नकारः न प्रदर्शितः श्नम् इत्यस्य श्नः ओ अस्तु इति श्नसोरलोपः इति सूत्रम् अङ्गस्य श्नसोः अल्लोपः सार्वधात्विके क्निति अङ्गस्य श्नम् इति यत्र प्रत्ययः अस्ति अनन्तरम् अस् इति धातोः श्नम् प्रत्ययस्य अपि च अस् धातोः अकारस्य लोपः भवति श्नम् इत्यत्र केवलं श्न इत्येव प्रदर्शितमस्ति मकारः न प्रदर्शितः इत्संज्ञकः इति कृत्वा न प्रदर्शितः इति तत्र प्रथम उदाहरणं समाप्तं पदान्ते किं किं भवति इति अस्माभिः दृष्टमस्ति इदानीम् अग्रे द्वित्वविधौ किं भवति इति वयं पश्यामः तर्हि अत्र स्थगनं कुर्मः कोऽपि प्रश्नः अस्ति वा अस्तु तर्हि भगिनि तत्र श्न असोः इति अस्ति खलु श्न असोः इति षष्टिविभक्ति वा आमां षष्टिद्विवचनं षष्टिद्विवचनं श्न इति प्रातिपदिकं श्न अस्तु श्ना अकारमस्ति अनन्तरम् अस् अपि अस्ति सो अपदान्तस्य इति स्वीकृत्य कृतं वा किं किं पुनः वदतु श्ना इति अकार किम् उक्तवती श्ना इति चेत् अकारान्तमस्ति पुनः अकारान्तम् अकारान्तं ह्रस्वकारान्तं वा ह्रस्वकारान्तम् इति कृत्वा तत्र पदान्तं स्वीकृत्य कृतं वा ओ श्नस् इति तत्र दीर्घत्वं किमर्थं न कृतम् इति प्रश्नः वा आकाशवर्णे दीर्घ अतो गुणे इत्यनेन अतो गुणे अतो धन्यवादः अतो गुणे इत्युक्ते तत्र अपादान्त अकारः एव भवेत् अतो गुणः इत्यत्र परन्तु तत्र तु तत्र तु श्न इति तु पररूपं स्वीकृतम् इति अत्र स्टडिया डाट् काम् मध्ये उक्तमस्ति पररूपं स्वीकृतमस्ति परन्तु किमर्थं स्वीकृतमस्ति यतोहि श्न इति तु अपादान्ते नास्ति खलु श्न च अश्च इति अस्ति द्वन्द्वः अस्ति खलु तत्र द्वन्द्वस्य कृते एकं पदम् इति भवत् द्वन्द्वस्य न रूपदस्य पदत्वमस्ति खलु प्रत्यलोपे प्रतिलक्षणे पदत्वमस्ति खलु अपदान्ते इति पदरूपं कथं वक्तुं शक्यते अश्च अकसवर्णे दीर्घ इति दीर्घत्वं विधीयते परन्तु आचार्येण पररूपं कृतमस्ति इत्युक्ते अत्र सौत्रकार्यम् अनेन एवं कृतमस्ति स्वस्य स्वस्य नियमस्य भङ्गः इत्युक्ते स्वस्य नियमस्य विकल्पः वर्तते सर्वदा प्रवर्तते इति नास्ति तत्रापि लोपः कृतः प्रायः श्ना इति कृते अकारस्य लोपः कुत्र कुत्र श्नसोर्लोपः इत्यनेन श्ना प्रत्ययस्य तत्र तत्रापि लोपः अकारस्य लोपः कृतः प्रायः खलु भगिनि किं मित् अस्ति चेत् अन्त्याद मकारलोपः भवति खलु मकारलोपः तु भवति तत्र क्लेशः नास्ति श्न योगः आसीत् इत्यत्र अकः सवर्णे दीर्घः इति किमर्थं पररूपं कृतम् इति तत्र अष्टाध्यायी मध्ये किमपि लिखितमस्ति पश्यन्तु अग्रिमसप्ताहेतः अग्रे सरामः समयः अतीतः सर्वेषां विलम्बः जातः अतः अत्र स्थगनं कुर्मः धन्यवादः नमस्कारः भगिनी महोदय नमस्कारः